सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति तिङन्तेषु हल्सन्धिकार्याणि सङ्ग्रहः इति विषयः। तत्र you want me to transplant now the Gongora ivy? तर्हि अत्र इत्युक्ते तत्र एतावता हल्सन्धिकार्याणि यानि सन्ति तेषां सङ्ग्रहः अस्माभिः दृष्टः। इदानीं तत्र धातुद्वयं वर्तते, तत्र पम्पूल् अनन्तरं चञ्चूर्, अनयोः विषये कश्चन प्रश्नः आगतः यद् तत्र पम्पूल् इत्यत्र पम्पुल्योगः सि इत्यत्र पम्पूल् सि इत्यत्र गुणः न दृश्यते, किमर्थं गुणः न दृश्यते तत्र इति एकः प्रश्नः। तत्र अस्माभिः दृष्टं यत् पम्पुल् इत्यत्र उत्परस्यातः इत्यनेन अभ्यासात् परस्य ह्रस्व अकारस्य स्थाने उत् आदेशः भवति इति उक्तं, तर्हि तदर्थं तत्र पम्पुल् पुल् इत्यत्र उकारः उत् आदेशः, तर्हि तत्र तपरकरणं किमर्थं कृतम् इत्यपि अन्यः प्रश्नः। तर्हि पुगन्तलघुपदस्य च इत्यनेन गुणः स्यात्, परन्तु अत्र गुणकार्यं बाधितं वर्तते उत्परस्यातः इति सूत्रे यत् उदादेशः वर्तते सः आदेशः तत्र तपरकरणं कृतं, तपरकरणसामर्थ्यात् अत्र गुणः बाधितः। इत्युक्ते सामान्यतया विधीयमानः अण् सवर्णान् न गृह्णाति, तर्हि उकारादेशः विधीयमानः अण् अस्ति अतः सवर्णान् न गृह्णाति, तर्हि तपरकरणस्य आवश्यकता एव नास्ति तत्र। तर्हि किमर्थं तपरकरणं कृतम् इति चेत् तत्र उक्तं अण्वर्णाः सवर्णान् न गृह्णाति, परन्तु उकारस्य विषये तथा न वक्तुं शक्नुमः, उकारः तु सवर्णान् विधीयमानः उकारः सवर्णान् गृह्णाति। अतः तर्हि अत्र उकारः उकार आदेशः इति वदामः चेत् उकारः इत्यनेन सवर्णानामपि ग्रहणं, ह्रस्व उकारः दीर्घ उकारः लुत उकारः इति एतेषां सर्वेषां ग्रहणं स्यात्। एवं चेत् तत्र तपरकरणं किमर्थं कृतं, सवर्णान् इत्युक्ते सवर्णान् सवर्णानां ग्रहणं भवति, तर्हि तपरकरणं सवर्णानां ग्रहणस्य निवारणार्थं केवलं हस्व उकारस्य ग्रहणम् इति वक्तुं तपरकरणं कृतं वा इति चेत् तथा नास्ति अत्र वस्तुतः। अत्र तु ह्रस्व अकारस्य स्थाने उकार आदेशः, ह्रस्व अकारस्य कालः एकमात्रा कालः, तस्य स्थाने यः आदेशः भवति सः आदेशः ह्रस्व उकारः एव भवितुम् अर्हति, ह्रस्व अकारस्य स्थाने ह्रस्व उकारः एव भवितुम् अर्हति, अतः तत्र तपरकरणस्य आवश्यकता नास्ति। यद्यपि उकाराः सवर्णान् गृह्णाति, उकारादेशः सवर्णान् गृह्णाति, परन्तु तथापि अत्र तदर्थं तपरकरणं कृतं वा इति चेत् न, तदर्थं तपरकरणं न कृतं, यतोहि अत्र ह्रस्व अकारस्य स्थाने यः आदेशः भवति सः आदेशः ह्रस्व उकारः एव भवितुम् अर्हति, अतः तपरकरणस्य आवश्यकता नास्ति। तर्हि एवं चेत् किमर्थं तपरकरणं कृतं पाणिनिना इति चेत् तत्र तपरकरणं किमर्थम् इति चेत् अत्र एतादृशसूचनां दातुम् इच्छति पाणिनिः यत् अत्र केवलं ह्रस्व ओकारादेशः उकारादेशस्य परिवर्तनं न भवति, गुणकारेण ओकारादेशः न भवति इति वक्तुम् एव तत्र तपरकरणं कृतम् इति अस्माभिः दृष्टम्। इदानीं ततः अग्रे तत्र चुर् तत्र चर् इति धातुः अस्ति, चर् इति धातोः प्रसङ्गे यङ्लुगन्तधातुः अस्ति चञ्चुर्, तत्रापि उत्परस्यातः इत्यस्य कार्यं भवति, तर्हि चञ्चुर् इति आदेशः भवति, तर्हि चञ्चुर् इत्यत्र चञ्चुर्योगः ति इत्यत्र अत्र गुणकार्यं तु बाधितं, चञ्चुर् इत्यत्र पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं स्यात्, चञ्चुर्योगः ति चञ्चोर्ति इति स्यात्, परन्तु उत्परस्यातः इति उदादेशः अस्ति इति कृत्वा तेन बलेन गुणकार्यं बाधितम्, अतः चञ्चुर्योगः ति इति अस्ति। इदानीं हलि च इति सूत्रस्य प्रसङ्गे अत्र प्रश्नः अस्ति, हलीच इति सूत्रेण दीर्घादेशः भवति वा इति प्रश्नः, वस्तुतः अत्र चञ्चूर्ति इति रूपम् अस्ति, तर्हि अत्र दीर्घत्वं किमर्थं न निवारितम्, यथा गुणकार्यं निवारितं तद्वत् दीर्घत्वमपि निवारितं स्यात् इति प्रश्नः. तद् एकवारं पश्यामः. किं तत्र शोभाभगिनी आरब्धुमिष्यति वा? हलीच इति सूत्रं पठतु. आं भगिनि, हलीच रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक वर्णः दीर्घो भवति हलिपरे. येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः, अतः रोः इत्यनेन येषां धातूनाम् अन्ते रेपः वकारः च तेषां ग्रहणम्. हलि सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं. स्तिपि धातो रुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः रोरुपधाया दीर्घ इकः इत्यस्य पूर्णतया अनुवृत्तिः. अनुवृत्तिसहितसूत्रं रोः धातोः उपधायाः इकः दीर्घः हलि. तत्र हलिच इति सूत्रं चञ्चुर् इति धातोः प्रक्रियायां दर्शितमस्ति. सूत्रं वदति रेफान्तानां वकारान्तानां धातूनां तत्र उपधायाम् इक् वर्णः अस्ति चेत् तत्र दीर्घादेशः भवति यदि परवर्णः हल् वर्णः अस्ति इति. अपि च तत्र येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः इत्यनेन तत्र रोः इति इत्युक्ते रेपः वा वकारः वा येषां धातूनाम् अन्ते स्तः तेषां धातूनामेव ग्रहणं भवति तत्र. अपि च तत्र स्तिपि धातो रुर्वा इति इत्यनेन धातोः इति अनुवृत्तिः स्वीकृतं. रुवोरुपधाया दीर्घ इकः इत्यनेन इत्यस्य पूर्णतया अनुवृत्तिः दृश्यते अनुवृत्तिसहितसूत्रे. तर्हि रुवोः धातोः उपधायाः इकः दीर्घः हलि इति सूत्रस्य आशयः. अग्रे पठनीयं वा भगिनि? इत्युक्ते तत्र चञ्चुर् इत्यत्र दृष्टवन्तः चञ्चुर्योगः ति इत्यत्र हलिचा इत्यनेन उपधायाः, यतोहि रेफान्तधातुः उपधायाः उकारस्य दीर्घादेशः भवति चञ्चूर्ति इति भवति इति दृष्टवन्तः. अग्रे पठनीयं वा? बहु समीचीनं भगिनि, धन्यवादः. धन्यवादः. तर्हि इदानीं हलीच इति सूत्रस्य पुनस्मरणार्थं धन्यवादः. तर्हि हलीच इति सूत्रं कुत्र अस्ति इति चेत् त्रिपाद्याम् अस्ति इति स्मर्तव्यम्. उत्परस्यातः इति सूत्रं सपादसप्ताध्यायम् अस्ति, हलीच इति सूत्रं त्रिपाद्याम् अस्ति इति विषयः महत्त्वपूर्णः विषयः अस्ति. तर्हि सूत्रार्थः कः इति अस्माभिः दृष्टं. तर्हि रेपान्तवकारान्तधातूनाम् उपधायाः इकः दीर्घः भवति हलिपरे इति सूत्रार्थः. तर्हि इदानीं ततः अग्रे वयं पठामः. तत्र उषाभगिनी पठति वा अग्रे? अस्तु भगिनि, प्रश्नः अस्ति यत् तपरकरणं प्रश्नः अस्ति यत् तपरकरणस्य सामर्थ्यात् यया रीत्या गुणः निवारितः किमर्थं न एवमेव चञ्चुर्योगः ति इति स्थितौ हलीच इत्यनेन यः दीर्घादेशः प्रसक्तः सः अपि निवारितः भवेत् किल अत्र. किन्तु पूर्वत्रासिद्धम् इत्यनेन उत्परस्यातः इत्यस्य दृष्ट्या हलीच इत्यस्य अस्तित्वम् एव नास्ति, अतः उत्परस्य आतः इति सूत्रद्वारा यत् तपरकरणस्य सामर्थ्यं तद्द्वारा बाधा न सम्भवति. किमर्थम् इति चेत् उच्यते पूर्वत्रासिद्धम् इत्यस्य द्विविधं कार्यम् अस्माभिः अधीतं, शास्त्रासिद्धम् अपि च कार्यासिद्धं च. शास्त्रासिद्धं भवति यत्र सूत्रद्वयं युगपत् प्रसक्तं, तत्र पूर्वसूत्रं प्रति त्रिपाद्यां स्थितं परसूत्रम् असिद्धम्. सूत्रद्वयं युगपत् प्रसक्तं, तत्र पूर्वसूत्रं प्रति त्रिपाद्यां स्थितं परसूत्रम् असिद्धम्. अपि च त्रिपाद्यां स्थितस्य परसूत्रस्य कार्यं पूर्वमेव जातम् इति चेत् तत्र पूर्वसूत्रं प्रति तच्च कार्यम् असिद्धम्। अपि च ओके नाम यद्यपि कार्यं जातं तथापि न दृश्यते पूर्वसूत्रेण। अधुना अनयोः द्विविधयोः कार्ययोः मध्ये अत्र प्रकृतस्थितिः उभयत्रापि न सङ्गच्छते, यतोहि द्वयोः प्रसक्तिः युगपत् नास्ति, अपि च यस्य उत्परस्य आतः इत्यस्य कार्यं जातं तत् सूत्रं तु हलीच प्रति पूर्वसूत्रं न तु परसूत्रम्। एकनिमिषं भगिनि, यतोहि द्वयोः प्रसक्तिः युगपत् नास्ति, अपि च यस्य कार्यम् उत्परस्य आतः इत्यस्य कार्यं जातं तत् सूत्रं तु हलीच प्रतिपूर्वसूत्रं 7488 ओके प्रतिपूर्वसूत्रं न तु परसूत्रम् अस्तु। तर्हि न शास्त्रासिद्धं न वा कार्यासिद्धम् अस्तु। हलीच इत्यनेन चञ्चुर्योगः ति हलीच इति सूत्रेण चञ्चूर्ति भवति, परन्तु वयं पूर्वं दृष्टवन्तः गुणः बाधितः भवति उकारादेशः यद् सवर्णान् गृह्णाति, बट् तपरकरणं किमर्थम् इति चेत् गुणादेशः न भवति इत्यपि वयं दृष्टवन्तः। परन्तु उत्त गुणकार्यं बाधितं तथा किमर्थं हलीच इत्यनेन दीर्घादेशः निवारितं न भवति, किमर्थं हलीच इत्यनेन कार्यस्य प्रसक्तिः भवति इति चेत् अत्र उत्परस्य आतः इति सूत्रं सपादशब्दाध्यायीम् अस्ति, अपि च उत्परस्य आतः सपादशब्दाध्यायीम् अस्ति, सपादशब्दाध्यायाम् अस्ति। हलीच इति सूत्रं त्रिपाद्याम् अस्ति। पूर्वत्रासिद्धम् इदं वयं जानीमः, पूर्वत्रासिद्धम् इति सूत्रेण कार्यद्वयं भवति, शास्त्रासिद्धम् अपि च कार्यासिद्धं च। शास्त्रासिद्धम् इत्युक्ते पूर्व एकं सूत्रं सपादशब्दाध्यायीम् अस्ति, अन्यत् सूत्रं त्रिपाद्याम् अस्ति इति चेत् शास्त्रासिद्धं भवति, यतोहि यत् सूत्रं सपादशब्दाध्यायीम् अस्ति तदेव प्रथमं कार्यं करोति। यद्यपि पुनः वदतु शास्त्रसिद्धं नाम किम्? सूत्रद्वयं युगपत् प्रसक्तं, परन्तु पूर्वसूत्रं त्रिपाद्याम् एकं सूत्रं त्रिपाद्याम् अस्ति, अन्यत् सूत्रं एकं सूत्रं त्रिपाद्याम् अन्यत् सूत्रं सपादशब्दाध्यायीम् अस्ति। पूर्वसूत्रं प्रति सपादशब्दाध्यायीं सूत्रं प्रति परसूत्रं केवलं सपादशब्दाध्यायम् इति न, एकं सूत्रं त्रिपाद्याम् अस्ति, अन्यत् सूत्रं पूर्वत्रिपाद्यसूत्रं वा सपादशब्दाध्यायम् अस्ति वा सपादशब्दाध्यायी सूत्रं वा? ओके, पूर्वसूत्रं पूर्वसूत्रम् इति चेत् मम चिन्तने सपादशब्दाध्यायीम् अस्ति, तथा नास्ति अत्र सूत्रद्वयं वर्तते, एकं सूत्रं सपादशब्दाध्यायम् अस्ति अथवा त्रिपाद्यां पूर्वसूत्रम् अस्ति। ओ अथवा त्रिपाद्यां पूर्वसूत्रम् आम् आम् तथा देन् पूर्वसूत्रस्य दृष्ट्या परसूत्रं न परसूत्रम् इत्यपि नास्ति, अस्तित्वमेव नास्ति, तथा पूर्वसूत्रेण कार्यं न परसूत्रं यद्यपि प्रसक्तम् अस्ति तथापि परसूत्रस्य अस्तित्वमेव नास्ति। केवलम् अस्तित्वमेव नास्ति इति वदतु, दृश्यते किमपि नास्ति, परसूत्रस्य अस्तित्वं सूत्रद्वयं युगपत् प्रसक्तं, पूर्वं प्रति परम् असिद्धं। सो पूर्व भगिनी भवती उक्त पूर्वसूत्रम् इति चेत् सपादशब्दाध्यायामपि वक्तुं शक्यते, त्रिपाद्यामपि एकं सूत्रमस्ति पूर्वसूत्रं, तत्पूर्वसूत्रम् इति चेत् परसूत्रम् अपि, परसूत्रं त्रिपाद्यां परे अस्ति पूर्वसूत्रस्य कृते. एकं सूत्रं पूर्वसूत्रं त्रिपाद्यां वा सपादसप्ताध्यायां वा, अन्यसूत्रं परसूत्रं त्रिपाद्याम् अस्ति. अस्तु अस्तु भगिनि. शास्त्रसिद्धम् इति चेत् पूर्वसूत्रं सपादशब्दाध्यायीम् अस्ति, त्रिपाद्यां यत् अन्यत् सूत्रं प्रसक्तम् अस्ति चेत् अपि दिस् इस् शास्त्रसिद्धं, दट्स् द होल् त्रिपादी इस् नाट् सीन्, त्रिपादी एव नास्ति इति, त्रिपादिकार्याणि अपि नास्ति इति, अस्तित्वमेव नास्ति इति चेत् खलु, दट् इस् शास्त्रसिद्धं. कार्यसिद्धम् इत्युक्ते पूर्वसूत्रम् अपि च परसूत्रं द्वयोः अपि त्रिपाद्याम् अस्ति, द्वयोः अपि त्रिपाद्याम् अस्ति इत्यनेन पूर्वसूत्रस्य कृते परसूत्रम् अस्तित्वमेव नास्ति इत्यनेन तत् तत् कार्यं न प्रसक्तं भवति. न तथा नास्ति. परसूत्रस्य कार्यानन्तरं पूर्वसूत्रस्य प्रसक्तिः अस्ति इति भाति चेत् तदानीं वस्तुतः पूर्वसूत्रं परसूत्रस्य कार्यं द्रष्टुं न शक्नोति. हा, पूर्वसूत्रं परसूत्रस्य कार्यं द्रष्टुं न शक्यते. अस्तु, इति कार्यासिद्धम् इत्युक्ते एकं कार्यं जातं, तत् कार्यं त्रिपाद्याम् अस्ति, तत् पश्चात् अन्यत् सूत्रम् आयाति, पूर्वत्रिपादीसूत्रम् आयाति अथवा पूर्व सपादसप्ताध्यायं सूत्रम् आयाति चेत् तदानीं तत् सूत्रं परत्रिपादीसूत्रेण यद् कार्यं कृतं तद् न पश्यति. अस्तु अस्तु भगिनि. अस्तु तर्हि इदानीम् अन्ततो गत्वा, सो अन्ततो गत्वा दीर्घत्वं, दीर्घत्वम् अस्ति एव इति उत्परस्य अतः, यतोहि द्वयोः हलि च इति पूर्वसूत्रं न तु हलीच इति परसूत्रम्, उत्परस्य अतः इति पूर्वसूत्रम्, उत्परस्य अतः पूर्वसूत्रम्, आम् सपादसप्ताध्यायीम् अस्ति, हलीच इति परसूत्रं त्रिपाद्याम् अस्ति. अस्तु, सो पूर्वसूत्रम् उत्परस्य अतः इति सूत्रे, इति सूत्रस्य कृते हलीच इति सूत्र अस्तित्वमेव नास्ति. न, अत्र तथा नास्ति. अत्र कार्यसिद्धं वा शास्त्रसिद्धं वा इति प्रश्ने सति इदानीम् उत्परस्यातः इति सूत्रस्य कार्यं प्रथमतया जायते, उत्तादेशः जायते खलु. ओ अस्तु अस्तु. इदानीं परसूत्रं कार्यं कर्तुम् आयाति, हलीच इति कार्यं कार्यम् अतः अत्र तु शास्त्रसिद्धम् इत्यपि नास्ति, कार्यसिद्धम् इत्यपि नास्ति, हलीच एव कार्यं करोति अत्र, सञ्चूर्ति इति दीर्घं भवति. हा, इत्युक्ते तत्र हलीच इत्यस्य कार्यं स्यात् यतोहि शास्त्रसिद्धं कार्यासिद्धम् इति किमपि नास्ति अत्र, अतः हलीच इत्यस्य कार्यं स्यात् खलु इति अत्र प्रश्नः. भगिनि, अत्र किमर्थं कार्यासिद्धम् अपि नास्ति इति वदति भगिनि? कार्यासिद्धं तत्र सूत्रद्वयं हलीच इत्युक्ते हलीच इत्यस्य कार्यानन्तरम् उत्परस्यातः आयाति इति नास्ति खलु अत्र. उत्परस्यातः इति पूर्वसूत्रेण कार्यं कृतं, तत्पश्चात् परसूत्रम् आयाति चेत् तत्र कार्यसिद्धम् इत्यस्य प्रसङ्गः नास्ति खलु. परसूत्रस्य कार्यानन्तरं पूर्वसूत्रम् आयाति चेदेव कार्यसिद्धम्. अस्तु अस्तु अस्तु भगिनि. अस्तु अस्तु, तर्हि इदानीं पूर्वसूत्रमेव कार्यं कृतं प्रथमम्. हा, अतः अत्र शास्त्रसिद्धमपि नास्ति, कार्यसिद्धमपि नास्ति खलु इति प्रश्नः. अस्तु भगिनि. अस्तु, इदानीं तत्र अन्ततो गत्वा यः परिच्छेदः अस्ति तत्र मीनभगिनी भवत्येव पठतु. किन्तु वस्तुतस्तु भाष्यकारेण उच्यते यत् पूर्वत्र सिद्धम् इत्यस्य एकविधम् एव कार्यं वर्तते. द्वैविध्यम् इव विभजनं न करणीयम्. यत्र कुत्रापि द्वयोः सूत्रयोः मध्ये एकं सूत्रं त्रिपाद्याम् ओके तत्र पूर्वत्र सिद्धम् इति सूत्रप्रसङ्गे चिन्तनीयं भवति. एकसूत्रं त्रिपाद्यमस्ति चेत् द्विविधमेव इति वदामश्चेत् समस्या भवति यथा अत्र. अतः शिक्षणस्य आरम्भे सुखबोधार्थं पूर्वत्र सिद्धम् इत्यस्य द्वैविध्यं बोधनार्थं लाभाय इति तु अस्त्यवश्यम्. किन्तु अन्ततो गत्वा यदा द्विविधं कार्यं बुद्धं तदा सम्पूर्णकथायाः अवगमनार्थं तच्च द्वैविध्यं त्यक्त्वा इतोपि विशालबोधः आपनीयः. यथा अत्र पूर्वत्र सिद्धम् इत्यनेन हलीच इत्यस्य अस्तित्वं नास्ति उत्प्रस्यातः इत्यस्य दृष्ट्या. अतः उत्प्रस्यातः हलीच इत्यस्य कार्यं बाधितुं न शक्नोति. तदर्थं हलीच कार्यं करोति रूपं भवति सञ्चूर्ति इति. तत्र भाष्यकारणे उक्तं पूर्वत्र सिद्धम् इति द्विविधं भवति इति द्वैविध्यम् इति विभजनं कृतं पूर्वतया. तत्र द्वयोः सूत्रयोः एकसूत्रं त्रिपाद्यां तत्र पूर्वसूत्रम् असिद्धम् इति सूत्रप्रसङ्गे चिन्तनीयं भवति. ओके एकसूत्रं त्रिपाद्याम् अन्यसूत्रं सपादसपाद्यां वा इति तादृशं द्विविधं भवति वा भगिनि? तत्र द्वैविध्यम् इति विभजनं न करणीयम् इत्युक्ते भगिनि सामान्यतया सिद्धान्तकौमुदी इत्यादिषु ग्रन्थेषु पूर्वत्र सिद्धम् इत्यस्य कार्यद्वैविध्यं शास्त्रसिद्धं कार्यासिद्धम् इति पाठयति खलु. तर्हि एवमेव अवगच्छामः चेत् अत्र उत्परस्यातः हली च अनयोः विषये कथं कार्यं करोति इति वयं प्रतिपादयितुं न शक्नुमः. इत्यस्य प्रसक्तिः एव नास्ति इत्येव वक्तव्यं भवति तदानीं कार्यद्वैविध्यम् इति वदामः चेत्. परन्तु तादृशबोधः वस्तुतः नास्ति. पूर्वत्र सिद्धम् इत्यनेन किम् अस्ति इति चेत् अन्ततो गत्वा पूर्वं प्रति परम् असिद्धं तावदेव. पूर्व सूत्रं सपादसप्ताध्यायां वा भवतु त्रिपाध्यां वा भवतु पूर्वसूत्रं प्रति परसूत्रम् असिद्धम् इति तावानेव बोधः अस्ति. वदतु इदानीं पूर्व तत्र उत्परस्यार्थः इति सूत्रं सपादसप्ताध्यायाम् अस्ति. हलीच इति सूत्रं त्रिपाद्याम् अस्ति. तत्र हलीच इति सूत्रं कार्यं कृतम् एव जातं. परन्तु उत्परस्यार्थः इति सूत्रं तत्र हलीच इति सूत्रस्य सूत्रमेव न पश्यति. यदि अस्ति चेत् उत्परस्यातः इति सूत्रं हलीच इति सूत्रमेव न पश्यति चेत् हलीच इति सूत्रेण कार्यं कृतं कथं द्रष्टुं शक्यम्? तस्मात् तप्रकरणस्य हलीचयस्य दीर्घत्वबाधनं न कर्तुं शक्यम्. उत्प्रस्यातः गुणकार्यं बाधितम् अभवत्. परन्तु हलीचयति सूत्रं त्रिपाद्याम् अस्ति. तस्य सूत्रमेव उत्प्रस्यातः इति सूत्रेण न पश्यति तस्मात् कार्यं कृतं कार्यमेव कृतमपि अस्ति तस्मात् तस्य कार्यं न द्रष्टुं शक्यम् तस्मात् परिचकार्यं न तथा किमपि नास्ति द्रष्टुं न शक्यम् इति किमपि नास्ति अत्र अत्र कथं वक्तव्यम् इति चेत् उत्परस्यातः इत्यस्य कार्यम् इदानीं जातं खलु तर्हि उत्परस्यातः इति सूत्रेण उत् आदेशः विहितः अस्ति उत्तादेशः विहितः अस्ति तत्र तपरकरणं कृतं तेन तपरसामर्थ्येन हलीच इति सूत्रं बाधितं वा इति चेत् तथा नास्ति उत्परस्यातः इत्यनेन तादृशकार्यमेव बाधितुम् अर्हति यद् यस्य अस्तित्वम् उत्परस्यातः इति द्रष्टुं शक्नोति यस्य सूत्रस्य अस्तित्वम् अस्तित्वस्य ज्ञानमेव नास्ति तादृशसूत्रस्य कार्यं बाधितुं न शक्नोति उत्परस्यातः इदानीं त्रिपाद्यां यानि यानि सूत्राणि सन्ति तेषां सर्वेषाम् अस्तित्वं नास्ति उत्परस्यातः इति सूत्रस्य दृष्ट्या अतः उत्परस्यातः इति सूत्रेण तादृशकार्यं बाधितुं न शक्नोति अलीच इति सूत्रस्य अस्तित्वमेव नास्ति इति कृत्वा परसूत्रस्य अस्तित्वं नास्ति इति कृत्वा उत्परस्यातः इत्यनेन यः तपरकर तस्मिन् सूत्रे यत् तपरकरणम् अस्ति तेन तपरसामर्थ्येन हलीच इति सूत्रं बाधितं नास्ति अतः हलीच इत्यस्य कार्यं भवति चञ्चूर्ति इति रूपं भवति पुगन्तलघुपदस्य च इत्यस्य कार्यं बाधितं परन्तु हलीच इत्यस्य कार्यं न बाधितम् पुगन्तलघुपदस्य सूत्रं बाधितं किमर्थम् इति चेत् सूत्रद्वयं सपादे सप्ताध्याय्याम् अस्ति इति कारणेन वा किम् स्वपुगन्तलभूतस्य अपि च उत्परस्यातः इति सूत्रद्वयं सपादसप्ताध्याय्याम् अस्ति तस्मात् अत्र किं सूत्रं परसूत्रं परसूत्रं पुगन्तलघुपदस्य च सूत्रद्वयं सपादसप्ताध्याय्याम् अस्ति तपरसामर्थ्येन गुणकार्यं बाधितमस्ति गुणकार्यं बाधितं भवति दीर्घत्वं तु न बाधितम् ओके ओके अत्र प्रसङ्गप्राप्तम् इति कृत्वा अस्य चर्चा अत्र तु एतादृशविषयः तु मुख्यविषयः नास्ति अत्र अत्र हल्सन्धिकार्याणि इति एव अस्माकं प्रसङ्गः अत्र तु रूपसाधनार्थं किमर्थं गुणः न जातः इति प्रश्नः जायते तदर्थम् एवम् उक्तम् ओके ओके इदानीम् अग्रे गच्छामः वा कोऽपि प्रश्नः अस्ति वा ओके तर्हि इदानीम् अयं पाठः समाप्तः तर्हि इदानीम् अग्रिमपाठं प्रति गच्छामः धातुपाठे हल् सन्धि अभ्यासः इति अस्ति तद् कृपया उद्घाटयन्तु उद्घाटितं वा तर्हि किम् सरस्वती भगिनी आरब्धमिष्यति वा भगिनी क्षम्यताम् अस्मिन् प्रसङ्गे अत्र किं चञ्चूर्ति इत्यस्मिन् प्रसङ्गे मम एकं वक्तुमिच्छामि एकक्षणं भगिनि अस्मिन् प्रसङ्गे इदानीं चञ्चुर्योगति इति अस्ति चेत् अत्र उक्तं यत् पूर्वत्र सिद्धम् इत्यस्य प्रसङ्गः नास्ति इति उक्तम्। अत्र वस्तुतः प्रथमतया चञ्चर् इति रूपं यत् लब्धं, चञ्चर् योगति इति प्रसङ्गे शपरं तत्र उत्परस्यातः इत्यस्य कार्यं न कृतम्। तस्मात् पूर्वं प्रथमं तु चञ्चर् इति यत् यङ् लुगन्धधातुः निष्पद्यते, परं यदा ति इति प्रत्ययः विधीयते, शप् अपि आयाति कर्तृ शप् इत्यनेन। परं शप् इत्यस्य लुक् भवति अधिप्रभृतिपेः शपः इत्यनेन। यद्यपि भ्वादिगणः अस्ति यङ् लुगन्धधातुः इति कृत्वा अदादिगणवत् शप् इत्यस्य लुक् भवति। इदानीं चञ्चर् योगति इति अस्ति, अस्मिन् प्रसङ्गे चञ्चर् योगति इत्यस्मिन् प्रसङ्गे न इत्युक्ते टि इत्यस्य आनयनात् पूर्वमेव उत् आदेशः भवति, यतोहि उत्परस्यातः इति सूत्रं वयं पश्यामः चेत् तत्र निमित्तं किम् अस्ति, चरपलोः च अङ्गस्य अभ्यासात् परस्य अतः उत् यङ्लुकोः धातुनिर्माण अवसरे एव एतादृशकार्यं जायते, अतः तिङ् प्रत्ययस्य आनयनात् अनन्तरमेव उत्तादेशः भवति इति नास्ति। अत्र यङ् लुगन्तधातोः निर्माणार्थम् अत्र उत्परस्यातः इत्यस्य कार्यम्, अतः चञ्चुर् इति धातुः अस्ति, यङ् लुगन्तधातुः चञ्चुर्। अस्तु, तर्हि चञ्चुर् योगति इत्यस्मिन् प्रसङ्गे अत्र तु पुगन्धलघुपतस्य च अपि च हलि च इत्यनयोः युगपत् सूत्रद्वयं च एकस्मिन्नेव स्थले आयाति, इत्युक्ते उकारस्य गुणकार्यं भवति वा अथवा उपधायाः उकारस्य दीर्घत्वं भवति वा इति स्थितौ इत्यस्यां स्थितौ अत्र किं लुक् इति जातम् इति कारणात् नालुमताङ्गस्य इत्यस्यापि प्रसङ्गः अस्ति खलु इति मम एकः विषयः। नालुमताङ्गस्य यतोहि अत्र शपः लोपः कृतः लुक् इति शब्देन कृतः इति कारणात् तदर्थमेव मया उक्तम्, अत्र चञ्चुर् इति धातोः निर्माणम् इदानीं जातम्, तत्पश्चात् धातुनिर्माणं यदा जातं तदानीं तिङ् प्रत्ययः आयाति, शपः लुक् भवति। इदानीं कीदृश अङ्गकार्यस्य विषये चिन्तनं करोति इदानीं, पुगन्तलघुपतस्य च इत्यस्य वा? हा, पुगन्तलघुपतस्य च अपि च हलि च अत्रैव युगपत् आयाति खलु चञ्चुर्योग न, तत्तु तिङ् प्रत्ययं निमित्तीकृत्य, तिङ् प्रत्ययं निमित्तीकृत्य पुगन्तलघुपतस्य च हलि च इति सूत्रयोः प्रसक्तिः, तत्र न लुमताङ्गस्य इति कोऽपि तत्र विषयः नास्ति। सप् प्रत्ययं निमित्तीकृत्य वयं पश्यामः चेत् तदानीं तत्र न लुमताङ्गस्य इति अङ्गकार्यं निषिद्धं, परन्तु तिङ् प्रत्ययं निमित्तीकृत्य तादृशं किमपि नास्ति। अस्तु, ओके, अस्तु, तर्हि शप् इति यत्र सः तेन निमित्त अनेन गुणकार्यं न भवति तावदेव। इदानीं पुगन्तलघुपतस्य हलि च द्वयोः प्रसक्तिः, हलि च स्वयम् असिद्धं यतोहि त्रिपाद्याम् अस्ति, तर्हि पुगन्तलघुपतस्य च इति प्रथमतया भवति वा इति चेत् तद् बाधितमस्ति तपरकरणसामर्थ्यात्। यदा एकवारं तद् बाधितं तदनन्तरं हलि च इत्यस्य प्रसक्तिः भवति, तदानीं हलि च अपि बाधितं वा इति चेत् न बाधितम्, अतः तस्य कार्यं भवति। अस्तु, अत्रैव चञ्चुत् इत्यत्र अपि तप्रकरणस्य बलेन एव गुणकार्यं बाधितम्, इदानीं हलि च आयाति कार्यं करोति तावदेव। तत्र पम्पुल् इत्यत्रापि समान प्रश्नः आसीत्, यतोहि शप् इति आयाति इति इदानीं नालुमताङ्गस्य कार्यं न करोति। आमामाम्, अस्तु, अस्तु, भ्रमः जातः, नास्ति चिन्ता भगिनी, अग्रे गच्छामः वा? हा, ओके तर्हि किं सरस्वती भगिनी इति पृष्टं खलु मया धातुपाठे हल् सन्धि अभ्यासः सन्धिकार्यस्य अभ्यासार्थं यङ् लुगन्तधातवः सर्वोत्तमाः यतोहि प्रक्रियायां विकरणप्रत्ययः नास्ति धत्वन्ते सर्वे हल् वर्णाः लभ्यन्ते येषां च वर्णानां तिङ् प्रत्ययेन साक्षात् सम्पर्कः भवति अधुना वास्तविकम् अभ्यासं कुर्मः पश्येम कीदृशानि रूपाणि लभ्यन्ते लटि लोकि लङ्गि विधिलिङ्गि च अस्य कृते अस्माकं कार्ये त्रीणि सोपानानि सन्ति क्रमेण येषां त्रयाणां चिन्तनम् अवश्यं करणीयम् यत्र सन्धिकार्यमस्ति सन्धिकार्यस्य अभ्यासार्थं वयं यङ् लुगन्तधातवः स्वीकुर्मः तर्हि तत्र विकरणप्रत्ययः तु नास्ति यतोहि यङ् लुगन्तधातुः अस्ति अतः अदादिगणस्य चिन्तनं भवति मूलधातु कस्मिन् वापि गणे भवेत् अत्र तु यङ् लुगन्तधातुः अस्ति अतः अदादिगणस्य अस्ति अतः शप्लुक् भवति अतः विकरणप्रत्ययः तु नास्ति एव अतः धात्वन्ते तु सर्वे हल् वर्णाः एव लभ्यन्ते तर्हि तदनन्तरं सिङ् प्रत्ययः आगच्छति चेत् कथं सन्धिकार्यं करणीयं षरदर्तुकलकारे लकारपरे लटिलोटि लङ्गि विधिलिङ्गि च एतत् तर्हि सोपानानि कीदृशानि तर्हि त्रयाणां चिन्तनम् अत्र करणीयं प्रथमसोपानमस्ति अतिदेशः कित्लिट् इत्यनयोः मार्गद्वयम् अनुबन्धः अतिदेशः अतः परीक्षणं द्विवारं करणीयं द्वितीयमस्ति अङ्गकार्यं तृतीयमस्ति सन्धिः तर्हि प्रथमतया तु अतिदेशः कार्यं करणीयम् अतिदेशस्य विषये चिन्तनं करणीयं तदनन्तरम् अङ्गकार्यं तदनन्तरं सन्धिः अग्रे अपि पठामि किं भगिनि आमां पश्यन्तु कित्लिट् अङ्गकार्यम् अङ्गान्ते उपधायाञ्च इकः गुणः निषेध सार्वधातुकमपेत् निति च अनिदित् धातूनाम् उपधायां नकारस्य लोपः येषां हलन्तधातूनाम् इत्सञ्ज्ञकः ह्रस्व इकारः नास्ति तेषां धातूनाम् उपधायां नकारः अस्ति चेत् तस्य लोपः भवति अनिदितां हल उपधायाः निति इत्यनेन सूत्रेण सम्प्रसारणीनां धातूनां सम्प्रसारणं यण् स्थाने इक् आदेशः यण् सन्धौ यथा भवति तस्य विपरीतक्रमः कितिनिति प्रत्यये परे यथा व्रश् व्रश्च योगश योगति वृश्चति प्रहिज्या वै व्यधि वृष्टि विचति वृश्चति पृच्छति भृजतीनां निति च इत्येन सूत्रेण तर्हि कित्लिट् अङ्गकार्यमस्ति कित्लिट् भवति चेत् तत्र कार्यं द्वयमस्ति कित्लिट् अस्ति चेत् प्रथमकार्यं तु अस्ति यत् गुणनिषेधः भवति इति च सूत्रेण प्रथमतया तु कित्लिट् कथं भवति तर्हि अतिदेशसूत्रम् अस्ति सार्वधातुकम् अपित् सार्वधातुकप्रत्ययः अस्ति तथा च तद् अपित् अस्ति चेत् सार्वधातुकम् अपित् इति नित्वत् करोति अतः सार्वधातुकम् अपित् निषेध कित् नित्वद् भवति अतः निति च कार्यं कृत्वा तत्र गुणनिषेधः करोति द्वितीयं कार्यमस्ति यदि कित्लित् अस्ति चेत् तत्र अनिदित् धातूनाम् उपधायां नकारस्य लोपः भवति यतोहि सूत्रमस्ति अनिदितां हल उपधायाः निति तर्हि कित्लित् अस्ति चेत् उपधायां नकार अस्ति चेत् अन् इद इदित् अस्ति चेत् तत्र अनिदित् हल् अस्ति चेत् तत्र ह्रस्व नकारस्य लोपः भवति तत् अस्ति द्वितीयकार्यं कित्लित् अस्ति चेत् तृतीयकार्यमस्ति सम्प्रसारणं तृतीयं कार्यं सम्प्रसारणमस्ति सम्प्रसारणम् इत्युक्ते इगणः सम्प्रसारणम् इति वयं जानीमः तर्हि यण् स्थाने इक आदेशः भवति इत्युक्ते इको यणचि सन्धिकार्यं यदस्ति तस्य विपरीतः कार्यमस्ति अत्र इति प्रत्यये परे यदि तत् तत्र सूत्रं दत्तमस्ति ग्रहीज्या वै व्यधि वृष्टि वष्टि विच्छति वृष्टति पृच्छति भृजतीनां निति च तर्हि कित् नित् प्रत्यये परे तत्र पुनः तत्र सम्प्रसारणं भवति कित्ने अस्ति चेत् तस्यैव विषये अग्रे अपि दत्तमस्ति. अग्रे पठामि किं भगिनि? बहु समीचीनं भगिनि, धन्यवादः. इदानीम् अग्रे कोऽपि इत्युक्ते कित्नित् प्रत्यये परे त्रीणि कार्याणि भवन्ति इति वयं पूर्वमपि पठितवन्तः. सारदातुकम् अपित्निति च इत्यनेन गुणनिषेधः, अनिदित् धातुः इत्युक्ते धातोः अन्ते ह्रस्व इकारः इत्संज्ञकः नास्ति, तदानीम् अनिदित् अस्ति धातुः. तादृश हलन्तधातुः यः अनिदित् अस्ति तादृशधातोः उपदायाम् इकः इत्युक्ते किम्, अत्र उपदायां नकारस्य लोपः भवति कितिनिति प्रत्यये परे. अनन्तरं सम्प्रसारिणी धातुः अस्ति चेत् तत्र सम्प्रसारणं भवति कितिनिति प्रत्यये परे, केवलं परिगणितानां धातूनां, सर्वेषां नास्ति, परिगणितानां धातूनां. तर्हि कितिनिति प्रत्यये परे इतोपि कार्याणि भवन्ति, तानि कानि इति अग्रे वयं पश्यामः. इदानीं तत्र सम्प्रसारणस्य विषये तत्र त्रीणि सूत्राणि सन्ति. उमा भगिनी पठति वा? पठामि भगिनि, श्रूयते वा? आम्. ईगणः सम्प्रसारणम् यणः स्थाने यः इक् प्रत्याहारे स्थितवर्णः अनिष्ट सति आदिष्टः तस्य सम्प्रसारणसंज्ञा भवति. सम्प्रसारणस्य सम्प्रसारणसंज्ञकवर्णात् परे अत् अस्ति चेत् पूर्वपर्योः स्थाने एकः पूर्वरूपादेशो भवति. न सम्प्रसारणे सम्प्रसारणम् सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति. सम्प्रसारणस्य विषये त्रीणि सूत्राणि अत्र दत्तम्. इगणः सम्प्रसारणं प्रथमे यणः स्थाने इत् प्रत्याहारे स्थितवर्णः आदिष्टः तस्य सम्प्रसारणसंज्ञा भवति. सो सम्प्रसारणं कथं भवति चेत् यणः स्थाने इत् प्रत्याहारे स्थितवर्णः दिष्टः तस्य सम्प्रसारणं भवति. सो इगणः सम्प्रसारणं सो इत् अस्ति चेत् सम्प्रसारणं भवति. सम्प्रसारणात् च द्वितीयसूत्रं सम्प्रसारणसंज्ञकवर्णात् परे अस्ति चेत् पूर्वपर्योः स्थाने एकः पूर्वरूपादेशो भवति. सो सम्प्रसारणात् सम्प्रसारणसंज्ञकवर्णात् परे अस्ति चेत् पूर्वपर्योः स्थाने एकः पूर्वरूपादेशो भवति. तृतीयः न सम्प्रसारणे सम्प्रसारणं सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति. सो न सम्प्रसारणे सम्प्रसारणम् अत्र सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति. अत्र द्विवारं सम्प्रसारणं न भवति, यदि सम्प्रसारणे परे पूर्वस्थितस्य सम्प्रसारणं न भवति. सो तदनन्तरं पूर्वस्य पदे सम्प्रसारणम् अस्ति चेत् तदेव कार्यं करोति. बहु समीचीनं भगिनी, धन्यवादः, सम्यक् अस्ति. तर्हि इदानीं किञ्चित् अग्रे सूर्यकुमारी भगिनी पठति वा? भगिनि रूत क्षम्यतां दीर्घ ऋकारान्तधातुः प्रत्यये अजाति चेत् इर् उर् रूत धातोः इति सूत्रेण प्रत्यये हलाति चेत् ईर् उर् हली च दीर्घत्वं भवति हली च इत्यनेन ईर् उर् ऊर् भवति रुत इद् धातोः रुदन्तस्य धातोः अङ्गस्य ह्रस्व इकारादेशः भवति कितिनिति प्रत्यये परे उरन्रपरः ऋकारस्य स्थाने यदा अन् आदेशः भवति तदा सः अन् सदा रपरः भवति हलि च रेफान्तानाम् उकारान्तानां च धातूनाम् उपधास्थितस्य एकदीर्घत्वं हलिपरे उदोष्ट्यपूर्वस्य ओष्ठपूर्वस्य ऋकारान्ताङ्गस्य ऋकारस्य ह्रस्व उकारादेशः भवति पावर्गीयवर्णपूर्व यस्य सः ओष्ठपूर्वः तत्र दीर्घऋकारान्तविषये चत्वारि सूत्राणि सन्ति प्रथमं सूत्रमस्ति रूत इत् धातोः यत्र ऋकारान्तधातुः अस्ति अङ्गस्य ह्रस्व इकारादेशः भवति उकारस्य दीर्घ उकारस्य स्थाने इकारादेशः भवति कित्निति प्रत्यये परे यदि कित्निति प्रे अजादि वा अलादि वा अपि अनन्तरम् उरन् रपरः प्रथमम् उरन् रपरः सूत्रमस्ति ऋकारस्य स्थाने यदा अन् आदेशः भवति अन् इत्युक्ते तत्र इत् पूर्वसूत्रेण ऋकारस्य स्थाने इत् आदेश इक् इकारादेशः भवति तदा सः अन् सदा रपरः भवति तत्कारणेन इर् वा उर् वा भवति हलि च इत्यनेन वयं पठामः आधिक्येन रेफान्तानाम् उकारान्तानां च धातूनाम् उपधास्थितस्य एकः दीर्घत्वं भवति हलिपरे अत्र अजादिप्रत्ययः अस्ति चेत् दीर्घः न भवति हलादि प्रत्ययः अस्ति चेत् इकारस्य स्थाने ईकारः उकारस्थाने ऊकारः भवति ईर् ऊर् भवति अन्यत् विशिष्टसूत्रमस्ति उदोष्ट्यपूर्वस्य यत्र ऋकारपूर्वम् ओष्ठपूर्ववर्णः अस्ति चेत् ऋकारस्य ह्रस्व उकारादेशः भवति पद पावर्गीयवर्णपूर्व यस्य सः ओष्ठपूर्वः किमपि पावर्गीयवर्णः उपधा अस्ति ऋकारान्तपूर्वमस्ति तत्र ऋकारस्य स्थाने उकारादेशः भवति ऊर् अजादिप्रत्यये परे ऊर् भवति हलादिप्रत्यये परे ऊर् भवति अग्रे पठामि भगिनि सम्यक् भगिनि इत्युक्ते अत्र किम् इति चेत् इति निति प्रत्यये परे सामान्यतया त्रीणि कार्याणि एव वयं कृतवन्तः गुणनिषेधः अनिदितां हलुपदायात्मिति अनन्तरं सम्प्रसारणं वस्तुतः इतोपि कार्याणि सन्ति यत्र प्रत्ययः कित्नित् वर्तते दीर्घ ऋकारान्तधातुः वर्तते चेत् ऋत धातोः इत्यस्य प्रसङ्गः अनन्तरं रेपान्तवकारान्तधातुः चेत् इत्युक्ते ऋत धातोः इत्यनेन ह्रस्व इकारादेशः भवति उरुण्ड्रपरः इत्यनेन इर् इति आदेशः भवति तदनन्तरं हलीच इत्यस्य प्रसङ्गः यथा प्राप्यते तथा हलीच इत्यस्य प्रसङ्गः भवति तत्र तु कितिनिति प्रत्ययपरे इति नास्ति तत्र कितिनिति प्रत्ययपरे इति नास्ति इत्युक्ते इतोपि कार्यं कितिनिति प्रत्ययपरे भवति किम् इति चेत् उदोष्ट्यपूर्वस्य इति सूत्रे अपि कितिनिति प्रत्ययपरे इति निमित्तं वर्तते वा तत्र कोष्ठीपूर्वस्य ऋकारान्तस्य अङ्गस्य ऋकारस्य ह्रस्व उकारादेशः भवति तावदेव तत्र कितिमिति प्रत्यये परे इति न उक्तम् इत्युक्ते ऋत युद्धातोः इत्यस्य प्रसङ्गः तत्रापि भवितुमर्हति अतः तत्रापि कितिमिति प्रत्यये परे इति अस्माभिः अवगन्तव्यम् इत्युक्ते यत्र उदोष्ट्यपूर्वस्य इत्यस्य प्रसङ्गः अस्ति तत्र ऋत युद्धातोः इत्यस्य अपि प्रसङ्गः सूत्रं बाधित्वा ओष्ट्यपूर्वस्य दीर्घ ऋकारस्य स्थाने ह्रस्व उकारादेशः इति वयं वदामः अतः अत्र कितिमिति प्रत्यये परे सामान्यतया त्रीणि कार्याणि तर्हि इतोपि कार्यद्वयं ऋतधातोः अनन्तरं हलीच इत्यपि कितिमिति प्रत्यये परे यतोहि पित् प्रत्ययः वर्तते चेत् गुणादेशः भवति यत्र पित् प्रत्ययः नास्ति अपित् प्रत्ययः अस्ति तत्रैव हलीच इत्यस्य कार्यं भवति अतः हलीच इत्यपि कितिमिति प्रत्यये परे एव भवति एवम् उदोष्ट्यपूर्वस्य इत्यपि कितिमिति प्रत्यये परे आहत्य षड् कार्याणि सन्ति अत्र ऋतधातोः हलीश उदोष्ट्यपूर्वस्य इति विशिष्टसूत्राणि तत्र विशेषप्रसङ्गः अस्ति चेत् कितिरिति प्रत्यये परे एतादृशकार्यमपि भवति अन्यानि त्रीणि कार्याणि तु सामान्यतया भवन्ति इत्युक्ते तत्रापि विशेषवार्ता अस्ति इगन्तम् अङ्गम् अथवा लघुपदम् अङ्गम् अनिदिधातुः उपदायां नकारः सम्प्रसारिणी धातुः इति तत्रापि विशेषः अत्रापि इतोपि विशेषः इति आहत्य षट् कार्याणि भवन्ति कितिमिति प्रत्यये परे तत्र उदोष्टपूर्वस्य सूत्रे किमपि कित्नित् नास्ति तदापि कित्नित् एव भवति खलु कित्नित् नास्ति चेत् गुणं भवति कित्नित् अस्ति चेत् एव दीर्घ भवति उकारादेशः भवति इति एव मया उक्तम् इति कृत्वा षट् कार्याणि इति मया उक्तम् इति रीति प्रत्यये परे षट् कार्याणि भवितुम् अर्हन्ति ओके यद्यपि एतेषु सूत्रेषु कितिमिति प्रत्यये परे इति न उक्तं निमित्तरूपेण न उक्तम् तथापि कितिमिति प्रत्यये परे एव एतादृशकार्याणि भवन्ति यतोहि पित् प्रत्ययः अस्ति चेत् तत्र गुणः भवति अतः समीचीनं धन्यवादः इदानीम् अरुणभगिनी अग्रे पठति वा आं भगिन्तलुगन् यङ् लुगन्तधातूनां कृते सिद्धतिङ् प्रत्ययाः अधः ये प्रत्ययाः स्थूलाक्षरैः लिखिताः ते पितः इति ध्येयं यङ् लुगन्तधातूनाम् आत्मनेपदं न भवति ओके मध्ये पूर्वं पठितवन्तः यङ् लुगन्तधातु उदाहरणं अथवा सर्वे हल्सन्धि सर्वे धातवः हलन्तः अतः सन्धिकार्यं प्रयुज्यते ज्ञानम् आवश्यकम् अतः अधुना प्रत्ययः अधुना दत्तं दे स्थूलचुराणि पित् प्रत्ययः यङ् लुगदधातुः आत्मनेपदं न भवति सर्वे पस्मै पददातवः लट्लकारे ति इति तः अति इति पित् प्रत्ययः तः अति ताम् अतु देश पित् धातवात् अतः कित् निश्चि अयसूत्रं कार्याय भवन्ति ति ईषि तत्रापि पित् प्रत्ययः तः तं था अत्र अपित् प्रत्ययः सो कितिमिति च आदेशः भवति मे उत्तरं पुरुष प्रथमं पुरुषे मे इमि पित् प्रत्ययः वहामः अपित् प्रत्ययः आव आम पित् प्रत्ययः लोट्लकारे तु इतु कित् प्रत्ययः तात् इति अपित् अस्ति, हि तात् अपि अपित् अस्ति, उत्तमपुरुषे आनि अस्ति, पित् अस्ति, लङ्लकारे विदलिङ्लकारे ईट् पित् अस्ति, ताम् उः याताम् युः, यात्यातां युः, अत्र सर्वे अपितः, ईः अपित् अस्ति, तं ता याः यातां यात अपितद प्रत्ययः, अम् उत्तमपुरुषे पित् अस्ति, वा मा यां या वा याम अपित् प्रत्ययः. समीचीनं भगिनि, समीचीनम्. अग्रे गच्छतु. इदानीं तत्र लुञ्च् इति दातुं स्वीकरोतु, लो लुञ्च्. किं भगिनि इति लुञ्च्? लुञ्च् लो लुञ्च् इति दातुं स्वीकृत्य इदानीं प्रत्ययं योजयित्वा रूपाणि साधनीयानि. लुञ्च् दातु यङ्ग् लोगन्तरूपमस्ति, लो लुञ्च्, लो लुञ्च् युगहत्ति इति लट्लकारे प्रथमपुरुषे, इति पित् अस्ति, अतः वर्णमेलनमेव मदिने लोलुञ्चति इति. अत्र अपि केवलं वर्णमेलनमेव लोलुञ्चीति भवति, तः अस्ति चेत् अत्र तः इति अपित् अस्ति, खित् अस्ति, कितिनिति गुणनिषेधः भवति, लो लुञ्चोलुञ्चः अन्ति बहुवचने, अत्र त्यजादि अपित् अस्ति, अति अति अन्ति नास्ति. औ सम्यक्, अति अति सम्यक् न. इदानीं लोलुञ्च् योगः ति इत्यत्र किम् उक्तवती रूपम्? लोलुञ्च् ति एव भवति भगिनि. न न न, लोलुञ्च् योगः ति इत्यत्र अनिदितां न, ति प्रत्ययः पित् प्रत्ययः, अतः अनिदिताम् इत्यस्य प्रसङ्गः नास्ति. लो लुञ्च् योगः ति, तत्र तु किं नशपदं तस्य जलि अनुसरसे परसवर्णः इति करणीयम्. ओ ओके. तर्हि लोलुञ्च् तत्र मूले वस्तुतः नकारस्ति, नशपदं तस्य जलि इत्यनेन अनुस्वारः, अनन्तरम् अनुस्वरस्य ययि वस्तुतः तत्र शकारः अस्ति इति कृत्वा चोहुकुः प्रथमतया भवति, चोहुकुः सकारस्य ककारादेशः, अनन्तरं नश्यापदन्तस्य जलि अनुस्वरते परसवर्ण इति द्वाभ्यां लोलुङ्क्ति इति रूपं, तदनन्तरं लोलुञ्च् योगः इति किमस्ति तत्र रूपं? किं वर्णमेलनमेव भगिनि, लोलुञ्चि इति मध्यमपुरुषे, अतः अत्रापि नश्च पदान्त भवति भगिनि, अत्र गुण न भवति, लोलुञ्च् योगतः अत्रापि नश्च पदान्तजलि परसवर्ण लो तत्रापि चोहकुः भवति खलु भगिनि? तत्र अनिदितमपि भवति, तत्र अनिदितं हल उपदायक् इति प्रथमतया भवति, नकारस्य लोपः लोलुच् योगः तः. इदानीं वदतु लोलुच् योगः च नकारलोपः भवति अञ्चः लोलुप् योः तः लोलुप्तः भवति लोलुप्तः लोलुप्तः अपि अत्रापि नकारलोपः भवति भगिनि लोलु अति अजादि अपि अस्ति अस्ति लोलुच्छति लोलुच्छति लोलुच्छति समीचीनम् इदानीं धन्यवादः भगिनि इदानीं मध्यमपुरुषे किं वंशीभगिनी वदति वा नमस्कारः भगिनि सः एव दातु किल मध्यमपुरुषिणा उक्तवती किल अस्तु सि इति अस्ति लोलुञ्च् योगः सि इति अस्ति लोलुञ्च् योगः सि तत्र तु सि प्रत्ययपरे चकारः सकारः तत्रापि प्रथमं चोपुपुपु इत्यनेन तत्र पित् प्रत्ययः अस्ति अतः अनिदितां भल्लः उपधायाः कार्यं न करोति अतः तत्र नकारः तिष्ठति लो लुञ्च् योगः सि तत्र अन्यं सूत्रमस्ति इति चिन्तयामि प्रथमतया चोहोकुः चोहोकुः तदेव कार्यं करोति अस्तु चोहोकुः इत्यनेन तत्र कथं चकारस्य स्थाने ककारः आदेशः भवति लुङ्क् योगः सि तत्र नश्यापदान्तस्य जले इत्यनेन अकारस्य अनुस्वारः भवति लो लुङ्क् लुङ्क् अनुस्वारः अस्ति तस्मात् अनुस्वारस्य परसवर्णः इत्यनेन कवर्गीयपञ्चमवर्णः आदेशः भवति लो लुङ्क् योगः सि तस्मात् ओके किं को लो लुङ्क् क योगः सि लो लुङ्क् क इन्कोः इन्कोः इत्यनेन तत्र सकारस्य आदेशप्रत्ययोः इत्यनेन तत्र सकारस्य षत्वं भवति लोलुङ्क्ष्णि इति रूपं भवति भगिनि समीचीनं वा भगिनि श्रूयते वा हरि ओम् आम् आमां भगिनि लोलुङ्क्षि हा लोलुङ्क्षि द्वितीयरूपमस्ति लोलुङ्क् लोलुञ्च् योगः ईषि तत्र लो किमपि कार्यं न भवति इकारः अस्ति प्रत्ययस्य आदौ अतः तत्र लोलुञ्चीषि इत्येव रूपं भवति लोलुञ्च् योगः तः तत्र तु अपित् प्रत्ययः अस्ति अतः तत्र अनिदितां हलः उपधायाः इत्यनेन नकारस्य लोपः भवति लोलुच् योगः तः लोलुच् लोलुच् चोपोकुः इति कार्यं करोति प्रथमं तु चोपोकुः कार्यं करोति लोलुञ्च् लो प्रथमतया अनिदितं हल् उपदायकमिति समीचीनम् अङ्गकार्यम् अस्ति तत् अतः प्रथमतया अस्तु क्षम्यतां सूत्रसङ्ख्या अपि अस्तु हा समीचीनं षष्ठपादे न षष्ठः पादे किं वदामि षष्ठसप्ताध्यायम् अस्ति खलु सूत्रं चोपुः तु त्रिपाद्यम् अस्ति तत्र तु भेदः अस्ति अनिदितां हलः उपधायाः इत्यनेन तत्र नकारस्य लोपः भवति लोलुच् योगः तः तत्र चोहुकुः इत्यनेन तत्र चकारस्य स्थाने ककारः आदेशः भवति लोलुक्तः एव भवति इति चिन्तयामि लोलुक्तः लोलुक्तः लोलुक्तः लोलुक्थ सम्यक् वा भगिनि? अस्तु उत्तमपुरुषः वदामि वा? धन्यवादः भगिनि. इदानीं समीचीनं सम्यक् अस्ति. तर्हि इदानीं सुजाता भगिनी अग्रे वक्तुमिच्छति वा? आं भगिनि, प्रयत्नं करोमि. मी प्रत्ययः अस्ति, तित् प्रत्ययः अस्ति, प्रत्ययः लुञ्च लुञ्च अस्ति न भगिनि? लो लुञ्च्, लो लुञ्च्, लो लुञ्च् योगः मी लो लुञ्च् योगः मी लो लुञ्च् मी भवति भगिनि. मी लो लुञ्चीनि भवति, किमपि कार्यं नास्ति. वः अपि प्रत्ययः नित्प्रत्ययः अस्ति. लो लुञ्च् तस्य नकारस्य लोपः भवति. हलु उपादाय नकारस्य लोपः भवति. अनिदितां हल् उपादायाम् इत्यनेन अल् अलन् लो लो लुच् भवति. लो लुच् योगः चूहुकुः इत्यनेन चकारस्य स्थाने ककारः भवति. न च पदान्तस्य जलि कार्यमस्ति वा भगिनि? तत्र लो लुच् योगः वः इत्यत्र आम् आम् आं भगिनि. अपित् प्रत्ययः अस्ति खलु, अतः अपित् चिन्तयतु. अपित् प्रत्ययः अस्ति. अनिदिताम् अनिदितां हल् उपादायां क्निति इत्यनेन नकारस्य लोपः भवति. लो लु लुञ्च् योगः लो लुञ्च् योगः वः भवति. चोः कुः इत्यनेन चकारस्य स्थाने ककारः भवति. लो लुक् योगः वः. लो लो लुक् वः भवति वा महोदय? तत्र चोः कुः न भवति, वः इति वकारः जलादिः नास्ति. ओके, लो लो लुञ्च् वः भवति वा? लो लुञ्च् लो लुच् वः, तदेव लो लुच् मः. समीचीनं भगिनि, सम्यक् अस्ति. धन्यवादः भगिनि. धन्यवादः. समीचीनं. तर्हि इदानीं अग्रिमदातुं प्रति, इत्युक्ते तत्र केवलं लट्लकारः एव वयं लकारम् उक्तवन्तः. इदानीं लोट्लकारः किं लक्ष्मीभगिनी वद वक्तुमिच्छति वा? लोट्लकारः खलु, लोटि खलु भगिनि? आम् आं भगिनि, लोटि. इदानीं धातुः अस्ति लो लुञ्च् इति. लो लुञ्च् प्रत्ययाः सन्ति. ईतु आम् अतु इति प्रथमपुरुषप्रत्ययाः. लो लुञ्च् योग तु तित् प्रत्ययः अस्ति. चोः कुः प्रवर्तते. लो लो किमस्ति चोः कुः लो लुक् ततः पूर्वं अत्र तावदेव लोल् चोहोकुः प्रवर्तते ककारः इति चकारस्य स्थाने इदानीम् अनुश्चापदान्तस्य जलि अनुस्वारस्य ए परसवर्णः अपि कार्यं कृत्वा लोलुङ्प् योग तु लोलुङ्तु इति भवति तात् इति अपित्तस्ति अतः प्रथमं तु अनिदिता महलुपधायाः इत्यनेन लोलुङ्च् इत्यस्य नकारः लुप्यते उपधायां स्थितस्य नकारस्य लोपः तर्हि लोलुक् लोलुच् योगतात् चुहुकुः लोलुक् लोलुक् तात् जलं चषुन्ते लोलुक् ताद् वावसाने लोलुक् तात् लोलुक् ताद् ईतु इत्यत्र लोलुञ्च योग ईतु अत्र केवलं वर्णमेलनमेव अस्ति यतोहि अत्र झलि परे नास्ति चोहुकुः न वर्तते लोलुञ्चीतु इति रूपं भवति लोलन् लोलुञ्च योगताम् इत्यत्र अपित् प्रत्ययः अनिदिता महलोपतायाः इत्यनेन उक्कारोत्तरवर्ती नकारस्य लोपः लोलुच् योगतां चोहोकुः लोलुक्ताम् इति रूपं लो लुञ्च् योग अतु इत्यत्रापि अतु इत्यत्र अपित् अस्ति इति नकारस्य लोपः लो लो लोलुच् अतु लोलुच्छतु इति प्रथमपुरुष रूपाणि मध्यमपुरुषपदानि किं भगिनि बहु समीचीनं भगिनि धन्यवादः इदानीं कोऽपि वदतु धन्यवादः भगिनि अशोभ भगिनि अग्रे आं भगिनि इदानीं मध्यमपुरुषे लो लोलुञ्च् योगः हि अथवा तात् अस्तु लोलुञ्च् योगः हि इति प्रथमं तत्र लोलुञ्च् चकारान्तधातुः चोहुकुः इति कार्यं करोति यतोहि झलादिप्रत्ययः अस्ति परे झलादि वा अथवा पदान्ते वा इति तर्हि झलिपरे चोहुकुः इत्यनेन चवर्गस्य स्थाने कवर्क आदेशः लोलुक् योगः हि इति भवति हि इदानीं तत्र हि इत्यस्य धी भवति हुझल्भ्योः हेर्दिः इत्यनेन इत्युक्ते हू धातोः झल् धातूनां परे हेः धि भवति इति तर्हि हि इत्यस्य स्थाने धि आदेशः लो लुक् धि इति लो लुक् धि इति इत्यां स्थित्यां तत्र झलां झष् झषि इति अपदान्ते कार्यं करोति तर्हि ककारस्य स्थाने झल् झलां झष् भवति झषि परे तर्हि परवर्णः झष् इति धि इति ककारस्य स्थाने गकारादेशः लोलुग्धि इति अन्तिमरूपं भवति इदानीं तत्र तात् इति प्रत्ययः आगच्छति चेत् लोलुञ्च् योगः तात् लोलुञ्च् योगः तात् इत्यत्र पुनः लोलुञ्च् इति चकार तत्र इदानीं एते प्रत्ययाः इत्युक्ते मध्यमपुरुषे सर्वे प्रत्ययाः अपितः तर्हि निद्वत् भवन्ति तत्र अनिदितां हल उपदायाः क्निति इति सूत्रस्य प्रसक्तिः भवति लोलुञ्च् योगः तात् तर्हि तत्र अनिदितां हल उपधायाः क्निति इत्यत्र हलन्तस्य अङ्गस्य उपधानकारस्य कित् कित् नित् परे लोपः भवति. लोलुञ्च् इत्यस्य लोलुच् इति भवति, लोलुच् योगः तात्. इदानीं लोलुच् इत्यत्र पुनः चवर्गीयस्थाने कवर्गीय आदेशः चोः कुः इत्यनेन परवर्णः पुनः झल् अस्ति, झलादि अस्ति. तर्हि लोलुक् योगः तात्, लोलुक् योगः तात् इत्यत्र तत्र वैकल्पिकरूपे भवतः, अतः लोलुक् तात् इति भवति, अथवा झलां झषुन्त इत्यनेन पदस्य अन्ते अस्ति इत्यनेन लोलुक् तादिति अपि भवति. वावसाने इत्यनेन पुनः लोलुक् तात् इति रूपद्वयं, लोलुक् तात् लोलुक् ताद् इति. इदानीं मध्यमपुरुषे लोलुञ्च् योगः तम्, लोलुञ्च् योगः तम् अस्ति चेत् तत्र पुनः प्रथमम् अपित् प्रत्ययः, तर्हि लोलुञ्च् योगः तम् अनिदितां हल उपधायः इत्यनेन तत्र लोलुञ्च् इत्यत्र नकारः अस्ति उपधायां, तस्य अनिदितां हल उपधायः क्निति इत्यनेन लोपः, नकारस्य लोपः भवति उपधानकारस्य. लोलुच् योगः तं, लोलुच् इत्यत्र चकारस्य कवर्गादेशः, तर्हि लोलुक् चोः कुः इत्यनेन लोलुक् योगः तं, लोलुक् तम् इति भवति. लोलुक् योगः ता, लोलुक् योगः ता, कार्याणि समानानि भवन्ति, यतोहि तत्र सर्वत्र हि विहाय तकारः एव आगच्छति, तर्हि झल् वर्णः, तर्हि तत्रापि लोलुञ्च् योगः ता, लोलुच् योगः ता, अनिदितां हल उपधायः क्निति इत्यनेन, अनन्तरं चोः कुः इत्यनेन लोलुच् द्विवचने वदति वा बहुवचने वदति? बहुवचने, द्विवचने भवति. लोलुञ्च् योगः ता, चकारस्य पुनः कवर्गादेशः, लोलुक् योगः ता, लोलुक्ता इति भवति. अस्तु, समीचीनम्. अग्रे उषा भगिनी. अस्तु भगिनि, लोलुञ्च् लोट् लकार उत्तमपुरुषात् आनी आव आम. लोलुञ्च् योगः आनी, पित्प्रत्ययः, पित्प्रत्ययः इत्यनेन अनिदितां कार्यं नास्ति, अनिदितां हल उपधायाः कार्यं नास्ति. लोलुञ्च् योगः आनी, आनी इदानीं ञकारस्य नश्चापदान्तस्य जलि, नश्चापदान्तस्य जलि, चकारः जलि अस्ति इत्यनेन ञकारस्य स्थाने अनुस्वारः, अनन्तरम् अनुस्वारस्य ययि परसवर्णः, ययि नास्ति, ययि नास्ति इत्यनेन अनुस्वारः एव तिष्ठति. न न, अनुस्वारस्य ययि चकारः, अनुस्वारस्य ययि परसवर्णः, ययि चकारः ययि एव, ययि इत्यनेन ञकारः पुनः आदेशः भवति. लोलुञ्च् लोलुञ्चानि एव भवति, वर्णमेलनमेव भवति. लोलुञ्चानि, चोः कुः अपि कार्यं नास्ति. लोलुञ्चानि, लोलुञ्चाव, लोलुञ्चाम एव भवति. समीचीनं. तर्हि इदानीं लङ्लकारे मीना भगिनी वदति वा? वदामि भगिनि. लङ्लकारे लो लो तत्र प्रत्ययः किं, लङ्लकारे इत् योगः ईत् ताम् उः, प्रथमपुरुष एव वा? प्रथमपुरुष इत् अथवा ईट् ताम् उः. लो तत् लो लुञ्च् इति धातु अस्ति, तत्र लङ्लकारे अडागमः भवति, तत्र सः आ योगः लो लो लुञ्च् योगः इत् भवति. तत्र यत् पित् भवति तस्मात् नकारः तिष्ठति एव अस्ति, नकारः तिष्ठति. सो आलो अलो लुञ्च् योगः इति अस्ति. तत्र अपृक्तं हल् तत्र तकारः लोपः भवति. अलो अलो लुञ्च् अलो अलो इन् इच् तत्र संयोगः अस्ति. सो संयोगान्तस्य लोपः चकारः लोपः. सो अलो लुन् इति भवति. तदनन्तरं अत्र ईत् ईत् एव अलो ईत् अपि च प्रत्ययः अस्ति. अलो तदपि पित् अस्ति. अलो अलो अलो अलो लुञ्च् अतः इत् तदनन्तरम् इत् अ लो लुञ्च् इ इत् भवति. तत्र अलो अलो लुन् इ भवति. अलो लुञ्चीत् तादृशमेव अलो लुञ्च् तत्र तत्रापि नकारः तिष्ठति एव. अलो लुञ्च् अलो लुञ्चीत् तत्र नश्च अपदान्तस्य जलि इति सूत्रेण अनुस्वारः भवति. तदनन्तरम् अनुस्वारस्य पवर्ण परसवर्णः भवति. अलो लुञ् चकारस्य पञ्चमवर्णः अलो लुञ्च् इ इत् अलो लुञ्जीत् भवति. तत्र तकारः जलाञ्जसो अन्ते अलो लुञ्जीत् अलो अलो लुञ्जीत् न तकारः दकार द्वितीयदकारः. किमर्थं जकारस्य श्रवणम् अस्ति लो लुञ्चीत् ओलुञ्चीत् तदन ईत् भवति. इत् ईत् अस्ति. तदन इत्युक्ते एकवचने प्रत्ययः तकारः चेत् किं भवति? तकारः तत्र न उक्तं वा तकारः अलो अलो लुञ्च् योगः इत् भवति किल. अतो अलो अलो लुञ्च् तत् अलो लिञ्च् इति भवति. हूजल्प्यो तकारः लोपः अलो अलो लुञ्च् तकारलोपः तत्र अलो तत्र संयोगान्तस्य लोपः इति कारणेन चकारः अपि लोपः अलो लुन् इति प्रथमपुरुष लङ्लकारे एकवचनं. तदनन्तरम् अलो तां भवति. तां तत्र ङित् प्रत्ययः अस्ति. अलो अलो अलो लुञ्च् ताम् अलो लुञ्च् ताम् भवति तत्र. एकवचने एकवचने त इति प्रत्ययः अस्ति चेत् किं भवति इति पुनः वदतु. अलो लुञ्चीत् अलो अलो लुन् वा रूपत्रयम् अस्ति तत्र. किम् अलो लुन् उक्तवती. अलो लुञ्च् योगः तकारः किं भवति? अलो लुञ्च् योगः तकारः अलो लुञ्च् पित् प्रत्ययः अस्ति खलु. पित् प्रत्ययः तत्र पित् प्रत्ययः अस्ति. नकारः तिष्ठति. तत्र अलो अलो अलो लुञ्च् उक्तवती भगिनि. ईत् इति उक्तवती. ईत् इति प्रत्ययः नास्ति. अत्र प्रत्ययः केवलं तकारः इति प्रत्ययः. तत्र तत्र अलो लुन् भवति किल. वदतु कथं भवति इति प्रतिपादयतु. अडागमः अलो लुन् अलो लुञ्च् अलो लुञ्च् इति अस्ति. तत्र तकारः अस्ति. पित् अस्ति. सो नकारः तिष्ठति एव. अलो अलो लुञ्च् योगः त भवति इत् भवति. तत्र हूजल्प्यो पृथम् हल्याभ्यो दीर्घस्य अपृथम् हल् इति सूत्रेण तकारः लोपः किल. हल्याभ्यो दीर्घात् श्रुतिसि अपृक्तं हल् इति सूत्रेण तकारः लोपः भवति. अलो लुञ्च् भवति. तदनन्तरं नकारः चकारः संयोगः अस्ति. तस्मात् चकारः संयोगान्तस्य लोपः इति सूत्रेण अलो लुन् भवति तिष्ठति. सम्यक् वा? ओके, सम्यक् सम्यक्, अग्रे गच्छतु. अलो लुन् अलो लुन् इदानीं द्वितीयवच अलो अलो ताम् इति भवति. अलो अलो लुन् अलो लुञ्च् ताम् इदानीं तिष्ठति. तत्र ताम् इति ङित् प्रत्ययः अस्ति, तस्मात् नकारः लोपः भवति. तत्र अनुदितां हल उपादायः क्ति इति सूत्रेण अलो अलो लुच् ताम् भवति. तदनन्तरं लुच् ताम् तत्र चोक्कुः इति सूत्रेण अलो लुक् ताम् अलो लुक् ताम् अलो लुक् ताम् भवति. तदनन्तरम् अलो उहु भवति. अलो अलो लुच् तत्रापि उः इति ङित् प्रत्ययः. सो अलो लुच् अलो लुञ्च् उः अलो लुञ्च् उः इदानीं तिष्ठति तत्र. तत्रापि अनुदितां हलोपदायाः कृते ङित् भवति उस् प्रत्ययः, तस्मात् नकारः लोपः भवति. अलो लुच् उः भवति. तादृशमेव अलो अलो लुच् उः अलो लुच् अलो लुच् लुचुः अलो लुच् लुचुः एव रूपं भवति. तदनन्तरम् अलो लुच् अलो लुचुः इदानीं मध्यमपुरुषः वदति अलोच्युत् लुचुतु. सम्यक् अस्ति भगिनी, धन्यवादः, समीचीनं. तर्हि इदानीं तत्र सूर्यकुमारी भगिनी वदतु उत्तमपुरुषे. भगिनि, उत्तमपुरुषप्रत्ययः सकारः न अत्र मध्यमपुरुषः न उक्तः खलु? न, मां मध्यमपुरुषः वदामि वा? आमां, मध्यमपुरुषः एकवचनं मध्यमपुरुषः सकार अथवा ईः थं था. प्रथमं सकारः पित्पस्ते अस्ति, अलो लुञ्च् योगः स. तत्र प्रथमं नश्यपदान्तस्य जले इत्यनेन अलो लुञ्च् योगः स. चोः कुः इत्यनेन अलो लुञ्क् योगः सकारः. अल्नाभ्यो दीर्घात् स्तूतिस्य पृत् अलः इत्यनेन सकारलोपः भवति. अलो अनन्तरम् अनुस्वारस्य ए परसवर्णः इत्यनेन अलो लुङ्क् भवति. अलो लुङ्क् तदनन्तरं संयोगान्तस्य लोपः इत्यनेन ककारलोपः भवति, अलो लुन् भवति. अलो लुङ् भवति भगिनि, अलो लुन् समीचीनम्. अलो लुञ्च् योगः ईः तत्र वर्णमेलनमेव, अलो लुञ्चिः भवति. तं तत्र अनिदितं हलोपदायः इत्यनेन नकारलोपः भवति, अलो लुच् भवति. लुच् चोः कुः इत्यनेन चकारस्थाने ककारायाति, अलो लुक् भवति. अलुलुक्तां लुक्तं भवति, तदेव अलुलुक्ता भवति. धन्यवादः भगिनी. उमा भगिनी वदति वा उत्तमपुरुषे? वदामि भगिनि, झटिति. ओके, लोलुञ्च् योगः अम् अलोलुञ्च् अलोलुञ्च् सारि अडागम् अडागमः भवति. सो अलोलुन् योगः अम् अलोलुन् चोपुः इत्यनेन न अलोलु अलोलुन् ओके चोपुः आगच्छति. सो अलोलु अलोलु अलौ लुङ्क् योगः अम् सो लष्टपदानि सिद्ध्यन्ति अण्ड् पवरसवर्णे इत्यनेन नकारस्य लोपः देन् नकारस्य लोपः किमर्थम् अम् इति प्रत्ययः पित् प्रत्ययः खलु प्रत्ययः ओके सो तस्मात् लोपः नास्ति अलो अलो लुङ्क् न चोहगुः अपि नास्ति केवलं वर्णमेलनम् अलो लुञ्च् लुञ्चं तावदेव सारि सारि सारि अलो लुञ्चम् अलो लुञ्चं देन् वाम ध्वनि नास्ति इत्यनेन अलो अपित् प्रत्ययः अतः अनिदितां हल् इति कार्यं करोति ओके सो अत्र नकारस्य लोपः अस्ति अलोलुञ्व अलोलुञ्व अलोलुच्छ्व अलोलुच्छ्म लुञ्च्व न अलोलुच्छ्व लुच्छ्व लुच्छ्म अस्तु तर्हि इदानीं धन्यवादः भगिनी वंसि भगिनी तत्र विधिलिङ्गि वदतु अस्तु भगिनि लो लो लुञ्च् लोकः यात् तत्र यात् अस्तु अपित् प्रत्ययः अस्ति अतः तत्र अनिदिताम्भालः उपधायाः इत्यनेन नकारस्य लोपः भवति लो लुच् यात् चोहोकुः चोहोकुः इत्यनेन लो लुक् जलि अस्ति वा यकारः जलि अस्ति वा जन् अल् नास्ति न जलि अस्ति किल क्षम्यतां जलि अस्ति किल तत् जल् नास्ति अतः तत् लो लुक्य लोलुच्यात् एव भवति वा खलु क्षम्यतां हल् इति चिन्तयति लोलुच्यात् लोलुच्यातां लोलुच्युः लोलुच्याः लोलुच्यात् लोलुच्यातं लोलुच्यात लोलुच्याम लोलुच्याव लोलुच्याव लोलुच्याम समीचीनं धन्यवादः अत्र एव स्थगनं कुर्मः अतो इतोपि दातवः सन्ति अहं किं वदामि इति चेत् गृहपाठरूपेण कुर्वन्तु अग्रे ये दातवः सन्ति तेषां रूपाणि साधयन्तु गृहे साधयित्वा आगच्छन्तु तदानीम् अस्माकं लाभाय भवति वर्गे समयस्य व्ययः न भवति वयं झटिति कर्तुं शक्नुमः अतः गृहपाठरूपेण सर्वेषां धातूनां रूपाणि साधयन्तु अस्तु तर्हि अत्र स्थगनं कुर्मः धन्यवादः नमस्कारः धन्यवादः धन्यवादः भगिनी नमस्कारः धन्यवादः नमस्कारः धन्यवादः धन्यवादः धन्यवादः नमस्कारः